जवं मारुततुल्यवेगम् जितेन्द्रियं बुद्धिमतां वरिष्ठम् वातात्मजं वानरयूथमुख्यम् श्रीरामदूतम् शरणं प्रपद्ये मारुततुल्यवेगम् मनोजवं मारुततुल्यवेगम् जितेन्द्रियं बुद्धिमतां वरिष्ठम् जितेन्द्रियं बुद्धिमतां वरिष्ठम् वातात्मजं वानरयूथमुख्यम् वातात्मजं वातात्मजं वानरयूथमुख्यम् श्रीरामदूतम् शरणं प्रपद्ये श्रीरामदूतम् शरणं प्रपद्ये श्रीरामदूतं शरणं प्रपद्ये बुद्धिमता परिष्टम्